सर्वेषां नमस्कारः. अद्यतनकरपत्रमस्ति प्रेरणार्थे निच् विशेषः अजन्तदातवः इति. तर्हि अद्यपि करपत्रम् अनुवर्तते. अधुना वयं पञ्चमबिन्दुं पठामः. तर्हि भी धातुः इति, ततः आरभ्य अग्रे सरेम. अरुणा भगिनी पठति किं भगिनि, आरम्भं करोति किम्? आं भगिनि, एकनिमिषं. करपत्रं विधातुः भगिनि, अभिधातुः धातुः इति, ततः आरभ्य चतुर्थबिन्दुः न पञ्चमः भगिनि. गते सप्ताहे वयं विधातोः प्रजने दीयते इत्यस्मिन् विषये दृष्टवन्तः. भीधातुः भीभये जुहोत्यादिगणे लटि बिभेति. बिभेते हेतु भये, बिभेते रेचः नौ आत्वं वा स्यात् प्रत्यय प्रयोजकात् भयं चेत्, प्रयोजकात् साक्षात् भीतिः अस्ति चेत् भीधातोः अन्त्यस्य तेजः स्थाने आदेशो विकल्पेन भवति नौ पदे. हेतुर्भयं हेतुभ्यं हेतुभयं तस्मिन् हेतुभये पञ्चमी तत्पुरुषः. पूर्णसूत्रं पठामि भगिनि, अनुवृत्तेव. विभेतेः षष्ट्यन्तं हेतुभये सप्तम्यन्तं द्विपदमिदं सूत्रम् आदेश उपदेशेशिति इत्यस्मात् आत् एच इत्यनयोः अनुवृत्तिः, चिष्पुरोर्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः, विभाषा दीयतेः इत्यस्मात् विभाषा इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं विभाषा हेतुभये विभेतेः एचः आत् नौ. अत्र वयं भी धातुः चर्चा कुर्मः. भी आत्तः भये युहातिगणे अस्ति, लटिरूपं बिभेति. सूत्रमस्ति बिभेतेर् हेतुभये इति सूत्रेण बिभेतेरेचः नौ आत्तम्. अत्र बिभेतेः एचः स्थाने नौ परे आत्तम् विकल्पेन वा स्यात् प्रयोजकात् भयं चेत्, प्रयोजकसाक्षात् भीतिः अस्ति चेत् भीधातुः अन्त्यस्य अर्थः प्रयोजकात् साक्षात् भीतिः भवेत्. ततः भीधातोः अन्त्यस्य एचः स्थाने आ आदेशः विकल्पेन भवति नौ पदे. तदेव भगिनि, किं भगिनि प्रतिपादयति किम्? सूत्रमत्र अस्ति भी धातु प्रेरणार्थे निच् प्रक्रियासमये एच् स्थाने आ आदेशः भवति विकल्पेन निच् प्रत्ययपरे. अत्र प्रमुखविषयः किम् इत्युक्ते, यत्र प्रयोजकः यः अस्ति, चिन्तयतु चोरस्य हस्ते यदि छुरिका अस्ति चेत् अस्माकं भीतिः चोरात् भीतिः भवति खलु. तर्हि तादृशसन्दर्भेषु आकारः आदेशः भवति इति हेतुः यः अस्ति. तस्मात् चोरस्य हस्ति छुरिका अस्ति इति चिन्तयतु, चोरः आगतः गृहे गृहं, तर्हि चोरस्य हस्ति छुरिका अस्ति, छुरिका यदि सः प्रदर्शयति चेत् अस्माकं तु भीतिः भवति खलु. छुरिकायाः भीतिः अस्ति, अनन्तरं चोरात् अपि भीतिः वर्तते अस्माकं. तादृशभीतिः अस्ति, यः हेतुः अस्ति, हेतुतः यदि वयम् अस्माकं भीतिः भवति चेत् तर्हि तादृशसन्दर्भे तथा अस्माकं तु यत्र प्रयोज्य तादृशहेतोः यत्र निच् विधायकं सूत्रमस्ति अस्ति खलु, तर्हि तादृशहेतोः वयं हेतोभीतिः अस्ति चेत् वयं तु आकारः आदेशः भवति इति विकल्पेन. एकस्मिन् पक्षे, अन्यस्मिन् पक्षे किम् इति, आमां विकल्पेन विभाषा इति तु अस्ति खलु. आं सत्यं भगिनि, अन्यस्मिन् पक्षे किम् इति अग्रे उक्तमस्ति. तस्य वाक्यं कथं भवति? चोरः इत्युक्ते भा इति आगच्छति, आकारः आगच्छति खलु. अनन्तरम् अस्माकं सामान्यसूत्रमस्ति अर्ति ह्री क्ली नुक्ष्मायतां पुङ्गौ इत्यनेन आकारः आदेशः भवति. अनन्तरम् अन्यदपि सूत्रमस्ति, अधुना पठेम. बीस् स्मयोर्हेतुभये इति सूत्रेण आत्मनेपदीरूपं प्राप्नोति. तर्हि अस्माकम् अन्त्यरूपमस्ति भापयते इति, तर्हि चोरः छुरिकया भापयते इति. अनन्तरं अत्र चोरछुरिकया भापयते, तत्र कर्मपदं बालं बाल अत्र द्वितीयभक्ति आगच्छति. अनन्तरम् अन्यदपि रूपं प्राप्नुमः, अग्रे उक्तमस्ति भीषयते इति. तर्हि चोरः छुरिकया अस्मान् भीषयते इति अपि अन्यस्मिन् पक्षे रूपं भवितुमर्हति इति. यदि नास्ति चेत्, यदि लघुबालकः अस्ति, लघुबालकः किमस्ति अस्माकमेव गृहे शिशुः अस्ति खलु, लघुबालकः अज्ञानेन यदि छुरिकां गृह्णाति तस्मिन् समये अस्माकं भीतिः कस्मात् अस्ति? छुरिकायाः अस्ति, किन्तु बालकात् तु नास्ति खलु. तर्हि तस्मिन् समये रूपं भवति बायति इति. तर्हि बालकः छुरिकया बायति इति, अस्माकं भीतिः तु छुरिकायाः अस्ति. अवगतं खलु. तर्हि रूपत्रयं भवति, यत्र चोरात् हेतोः हेतौ भीतिः हेतुतः भीतिः अस्ति चेत् बापयते, अनन्तरं भीषयते इति. किन्तु यदि लघुबालकः अस्ति, यदि हेतोः हेतुतः अस्माकं भीतिः नास्ति चेत्, केवलं छुरिकायाः एव अस्ति चेत्, तर्हि तादृशं दृश्य भायते इति रूपं भायते. अग्रे सरेम. तर्हि भगिनी यथा उक्तवती, आकारादेशः भवति, सूत्रमस्ति विभाषा इति दत्तमस्ति, तर्हि अनुवृत्तिः अस्ति. तर्हि विभाषा हेतुभये बिभेतेः अङ्गस्य एचः स्थाने आतागमः भवति इति. एच् इत्यस्य यत्र भवितुम् अर्हति, अचोण्यति इति सामान्यतया बीधातु अजन्तधातुः अस्ति, तर्हि एच् भवितुम् अर्हति खलु. तर्हि किन्तु एच् तु न भवति, एच् यत्र यत्र भवितुमर्हति तस्मिन् विषये तस्मिन् समये एतः स्थाने आदेशः आगच्छति, नौपरे इति. पूर्वमपि एतादृशसूत्रम् अस्माभिः दृष्टमासीत् खलु, यत्र एचः इति पूर्णप्रजने वीयतेः इत्यपि ततः एव आसीत्. यत्र एच् सन्दर्भः अस्ति, तस्मिन् सन्दर्भे एच् तु न आयाति, किन्तु तत् प्रभावी आकारः आगच्छति. प्रश्नः नास्ति खलु? अत्र इक्ष्टिपो न धातुनिर्देशे इत्यनेन स्टिप् इति मन्ये, तर्हि स्टिप् इति भूत्वा बिभेति इति रूपं, बिभेति इति नामपदं प्राप्नुमः प्रातिपदिकं. तर्हि बिभेतेः इति बिभेतेः इति प्रायः बिभेतेः इति षष्ठी अस्ति खलु, षष्ठी अस्ति. अग्रे सरेम. अस्तु, प्रश्नः नास्ति चेत् मणिमहोदय. प्रयोजकात् साक्षात् बीधिः चेत् बी धातुः स्मी धातुः च आत्मनेपदी नौ भवतः. बिश्च स्मी च भीष्मी तयोर् भीष्म्योः हेतुभयं हेतोर्भयं हेतुभयं तस्मिन् हेतुभये पञ्चमी तत्पुरुषः. भीष्म्योः षष्ठ्यन्तं हेतुभये सप्तमी अन्तम्. अणुधातो अङ्गितः आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः नेरनौ सत्कर्म नौ चेत् सः कर्तानादायणे इत्यस्मात् ने इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं हेतुभये नेः भीष्म्योः आत्मनेपदं सूत्रं वदति यत्र साक्षात् बीधिः अस्ति प्रयोजकात् तत्र बी धातुः अपि स्मी धातुः अपि आत्मनेपदिनः भवति इति सूत्रस्य अर्थः अनन्तरं भीष्म्योः सस्यन् हेतुभये सप्तिमेन्दम् अनन्तरम् अर्तिहिरिविलि चमियातां चमायातां पुग्नौ इति आत्मं भवति अनन्तरं बियोः निच् अचुनिधि इत्यनेन वृद्धिः बयोः हयि विभैतेर्हेदुभये इत्यनेन एकारस्य आत्वं बायोः हयि अर्ति ह्रीविलि ह्री क्नियु चमायातां भुग्नौ इत्यस्य इत्यनेन बा योः पुक् योः इ बापि इति निजन्दधातुः भीष्म्योः हेदुभये इत्यनेन प्रयोजकात् साक्षात् भीति चेत् आत्मनेपदम् बापि योः सप् योः ते बापयते इदानीं एच् वाह इति सूत्रेण वृद्धिः भवति बि स्थाने अनन्तरं हेदुभये सूत्रेण आत्वं भवति साक्षात् अत्र बीधि अस्ति अधः प्रोजकात् बीधि अस्ति अधः बा आगच्छति अनन्तरं पुकाहमपि पुग्नौ इति सूत्रेण भीष्म्योर्हेतुभये इति सूत्रेण आत्मनेपदिपदं भवति अधः रूपं भवति बापियोः सप्योः ते बापयते इति अनन्तरं व्योः पठामि महोदय आम् महोदय अत्र किम् इत्युक्ते अत्र हेतुभये तर्हि तादृशसन्दर्भे तस्मिन् विषये सप्तम्यन्तं खलु हेतुभये इति विषयसप्तमे अस्ति खलु हेतुभये नेहे इति भीष्म्योः आत्मनेपदरूपं प्राप्नुवन्ति इति अत्र नेहे इति अपि सप्तमी षष्टि अस्ति खलु नेहे नि इति सप्तमी नास्ति महोदय नौ इति नास्ति नेहे इति षष्टिविभक्ति अस्ति नेहे अङ्गस्य भीष्म्योः इति तर्हि नेहे अङ्गस्य इति आगच्छति भीष्म्योः अङ्गस्य नेहे अङ्गस्य इति आत्मनेपदरूपं प्राप्नोति इति अत्र किञ्चन प्रश्नः उदेति स्मी इति तु स्मयति इति धातुः अस्ति खलु स्मयते इति तु स्मैल् इति एव अर्थः अस्ति खलु तर्हि कथं वा भीतिः भवितुम् अर्हति इति प्रश्नः प्रायः स्यात् भवति इति कृत्वा तादृशतः भवितुम् आश्चर्यति नास्ति भयार्थे अपि प्रयोगः भवति विस्मयते इति केवलम् आश्चर्यते इति नास्ति भयार्थे अपि प्रयोगः भवति इति तर्हि अत्र तु काशिकायां दत्तमस्ति जटिलः विस्मापयते इति जटिलः इत्युक्ते यस्य जटा अस्ति केशस्य तादृशब्दनं कदाचित् वयं पश्यामः चेत् भीतिः भवति खलु तादृशभीतिः विस्मापयति अग्रे मणिमहोदयः पठति किल अग्रे प्रयोजकात् साक्षात् बीधिः अस्ति चेत् बी धातोः अन्त्यस्य ईकारस्य स्थाने आदेश अभावे शुक् आगमः भवति इदं सूत्रम् अचोनीति इत्यस्मात् इत्यस्य बाधकसूत्रं शुकी ककारः उकारयोः इत् समिका लोपश्च शकारः अवशिष्यते हेतुभये हेतोर्भयं हेतुभयं तस्मिन् हेतुभये पञ्चमे तत्पुरुषः बि धातुः इति शब्दस्य सस्यन्तं रूपं बियः बियः सस्यान्तं हेतुभये सप्तम्यन्तं शुक् प्रथमान्तं त्रिपदं सूत्रम् अति ह्री चमयताम् इति चमयतां पुङ्नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः अनिवृत्तिसहितसूत्रं व्योहेदभयो शुक् अत्र व्योहेदभयो शुक् इति सूत्रं महोदय क्षम्यतां भवान् भापयते इति रूपं रूपसाधनम् उक्तवान् किम् यत्र बीदि अस्ति साक्षात् प्रयोजकात् अत्र बी धातोः अन्त्यस्य ईकारस्य स्थाने आकारः नास्ति इति सूत्रेण शुकाहमः इति भवति अत्र आकारः अस्ति चेत् पुगागमः इदानीं शुक् आगच्छति उकारः ककारः लोपस्य अनन्तरं शा एव तिष्ठति अनन्तरं व्योः यदि वयो बीयोः निच् बीयोः शुक् योः इ बीयोः श योः इ बीशि इति निजन्तादौ बीष्यते इति तिङन्तरूपम् इति महोदय अत्र धन्यवादः महोदय वक्तुमिच्छति किं महोदय किमपि अन्यत् न न स्टार्टप् पठितुं तदेव भगिनी मम एकः प्रश्नः अस्ति भी धातोः षष्ठ्यन्तं भिय कथम् आगच्छति भी बकार ईकार योग अस् भवति षष्ठी विभक्ति साधु भीतिः बी धातुः भियः इति किम् अत्र तु बी इक् इति चिन्तयतु अत्रापि धातुदेशे अत्र अत्र यदि भियः इति अहं मन्ये ज्ञानसन्धि भवति परन्तु कथं अत्र भियः इति क्षम्यताम् एकनिमिषम् इकारान्त स्त्रीलिङ्गपदं किमपि वदतु स्मृतिः इति मति अत्र भियः इति कस्मिन् लकारे अस्ति षष्ट्यन्तं रूपं भियः इति आं भगिनि इकारान्त पुल्लिङ्ग पुल्लिङ्ग शब्दस्य भियः इति भवति मम भगिनि मुनि मुनि मुनि भवति न तत्र षष्ट्यन्तं तत्तु षष्ट्यन्तम् दीर्घ इकारान्त दीर्घ इकारान्त पुल्लिङ्गशब्दः अस्ति चेत् एकनिमिषम् आम् कश्चन गृहे ध्वनि आगच्छति कस्यचित् अपि गृहात् गीता भगिनी भवत्याः गृहात् इति मन्ये न जाने किञ्चित् पश्यतु क्षम्यतां क्षम्यतां भगिनी अहं दृष्ट्वा वदामि भगिनि भी इति पुल्लिङ्ग अस्ति चेत् तथा अस्ति इति मन्ये किन्तु अधुनैव दृष्ट्वा वदामि अस्तु साधु अत्र भगिनि प्रयोजकात् इति वदनेन बहु विवरणं कृतं वर्गे अत्र प्रयोजकात् तत् चूरिकाय तद् अत्र न आगच्छति कोऽपि भयं करोति कोऽपि भयम् उद्भवति तद् प्रयोजकः न भगिनि प्रयोगहेतुः इति पूर्वं दृष्टमस्ति निजन्तप्रकरणस्य आदौ दृष्टमासीत् हेतुः इति शब्दस्य बृहत् चर्चा अपि आसीत् हेतुः इत्युक्ते प्रयोजकः यः अस्ति सः एव हेतुः इति वयं तु प्रयोज्यकर्ता इति वयं प्रयोजककर्ता इति प्रयोज्यकर्ता प्रयोजककर्ता इति वयं प्रयोज्यकर्ता इति दृष्टमासीत् खलु तत्र हेतुः यः यः प्रेरयति सः प्रयोजकः अस्ति इति सः एव हेतुः प्रेरयक तदेव इत्यस्य कर्ता भवेत् भवति खलु भगिनी तत् भी इति स्त्रीलिङ्गपदमस्ति खलु भीः इति अस्ति तस्य तु भियः इति षष्ठ इति पञ्चमी रूपं षष्टिरूपं भियः इति अपि भियाः भियः इति वैकल्पिकरूपेण आगच्छति तथा एव नी धातोः इति नी इति पुल्लिङ्ग ईकारान्तपुल्लिङ्गस्य अपि नियः इति अपि आगच्छति तर्हि भी इति पुल्लिङ्गरूपम् इति धातुः पुल्लिङ्गरूपम् इति स्वीकुर्मः चेत् भियः इति षष्ट्यन्तं रूपम् आं भगिनि पञ्चम्यः अपि भियः षष्ट्यः अपि भियः इति आगच्छति तत्र एतत् भी धातुः इक् इक् निर्देशः स्यात् इति कृत्वा भी इत्येव तिष्ठति वियोगः भी इत्येव तिष्ठति तर्हि तस्य षष्ट्यन्तं रूपं भियः इति अस्तु भगिनी पठति किं सरला भगिनी अस्तु अत्र प्रश्नः उदेति उदाहरणं कृतवान् साधु महोदय भी योग हिच् योग भी योग शुक् योग इ भी भी योग शकार योग इ भीषि इति ऋजन्तधातु भीषयते भी धातु अस्ति तत् रिच् प्रेरणार्थे यदि आगच्छति तत्र भी योग शुक् आगमः आगच्छति भयो हेतु भेषुक् अनेन तत्र ककारस्य हलन्त्यन् उकारस्य उपदेशे जनुनासिके इति संज्ञा सस्य लोपः भवति भी योगश्च योग इ भवति भीषि इति ऋजन्तधातु सनाद्यन्त धातु अनेन आगच्छति तदनन्तरं शप् योग तस्य आत्मनेपदी भीष्मयो हेतु भे अनेन आत्मनेपदी तिङन्तप्रत ते आगच्छति सो भीषि योग शप् योग ते इदानीम् अकारस्य शप् भूत्वा भीषे भवति सार्वधातुक आर्धधातुकयो अनेन भीषे योग अकार एचोयावनेन भीषय ते इति आगच्छति भीषयते इति निष्पन्नं भवति अत्र प्रश्नः उदेति भियो हेतु भेषु इति सप्तम अध्यायस्य तृतीयपादे चतुर्शत श्लोकम् इति अचो ञति सप्तम्यदशे द्वितीयपादे पञ्चादश अधिक एकशतं सूत्रम् इत्यस्य अपवादभूतसूत्रं चेत् कथं वा भी योग इति सतो अचो ञति सप्तम्यदशे द्वितीयपादे इति कदाचित् अपि प्रवर्तेत् उत्तरम् एव यत् प्रयोजक प्रयोजकात् भयम् इति स्थितौ सदा भियो हेतुभ्येषु सप्तम तृतीयपादे चतुर्शत श्लोक सूत्रम् इत्येव भवति चेत् विभेदहेतुभ्ये षष्ठम् अध्यायस्य प्रथमपादे षट् पञ्चशत श्लोकम् इति क्षम्यतां सूत्रम् इति सूत्रं निरवकाशं भविष्यति विभेदे हेतुभ्ये षष्ठमध्यायस्य प्रथमाध्याये षट् पञ्चषट् सूत्रमिति विकल्पेन प्रवर्तते इति प्रयोजकात् भये सति एकवारम् अचोञ्जनति योग विभेदे हेतुभ्ये इति भवति एकवारं भियो हेतुभ्ये शुक् भवति अत्र प्रश्नः उदेति कथं यदि भियो हेतुभ्ये शुक् आगच्छति तत् अचोञ्जनति तस्य द्वयोः कार्यं भवितुं शक्नोति तत् कस्य बलम् आगच्छति अत्र उक्तमस्ति भियो हेतुभ्ये शुक् तस्य अपवादभूते बलम् आगच्छति न तु विप्रतिषेधे परकार्यं तस्य बलम् अस्ति अपवाद इति कथं भवति अपवादकारणं कि यदि प्रयोजकात् भयम् अस्ति, तस्य पूर्व यदि बिभेते हेतुभ्ये इति सूत्रं कार्यं करोति तत्र अनेन सूत्रेण विकल्पेन अन्यपक्षः आसीत्, एकपक्षे आत्मम् आगच्छति, द्वितीयपक्षे यत् पक्षे आत्मं न आगच्छति तत् पक्षे एव भियो हेतुभ्येषु कार्यं करोति। यदि अचोयनति कार्यं पूर्वं करोति तर्हि बिभेत हेतुभ्ये तस्य निर्विकाशं भवति, एतत्सूत्रस्य निर्विकाशं न भवेत् अतः अचोयनति तस्य अपवादतेन विभेदहेतुभ्ये कार्यं करोति। यदि विभेदहेतुभ्ये कार्यं करोति तस्मिन् पक्षं द्वयम् आगच्छति, एकपक्षे आत्वम् आगच्छति तस्मात् भापयति आगच्छति, अन्यपक्षे यत्र आत्वं न आगच्छति तत्र भियो हेतुभ्ये शुक् इति सूत्रेण शुकागम आगच्छति, भीषयते इति द्वितीयरूपम् आगच्छति तत्र। साधु सम्यक् अवगमनम् अस्ति मम। आम् आं भगिनि, सम्यक् एव। किम् अत्र अचोनिति कार्यं न करोति चेत् बिबेर् हेतुभय इत्यस्य प्रसक्तिः न भवति, किमर्थम् इत्युक्ते यत्र एच् आगच्छति तस्मिन् समये एव आकारः भवितुम् अर्हति इति कृत्वा तस्य प्रवर्तनम् आवश्यकमेव, पूर्णतया तस्य बाधकसूत्रं बियो हेतुभयेषु इति न वक्तुं शक्यते। एकस्मिन् पक्षे तु बाधकम् अस्ति, अन्यस्मिन् पक्षे तु अचोणिति बिबेर् हेतुभये इत्यस्य प्रवर्तनं भवति एव। अस्तु, धन्यवादः भगिनि। पुष्पभगिनी अग्रे भगिनि, त्रीणि बापयति इति आत्मनेपदी यत्र प्रयोजकात् भयम् अस्ति चेत् भापयते भीषयते इति रूपद्वयं, यत्र प्रयोजकात् भयं नास्ति इति अस्ति चेत् भागयति इति एकं रूपम्। इदानीं भवती पठतु, भवती भवती पठति चेत् प्रयोजकात् साक्षात् तदेव अस्ति, तदेव न पठामि। प्रयोजकात् साक्षात् भीतिः नास्ति चेत् आदेशः न भवति, तदेव न वा पुगागमः न वा अशुगागमः। अस्तु, आदेशः न भवति तत् पुगागमः न भवति शुगागमः अपि न भवति इति न भगिनि। आं भगिनि, तस्यां स्थितौ बि योगः णिच् अचोणिति इत्यनेन वृद्धिः भवति, भै योगः इ एचो वायवः इत्यनेन भाय् आगच्छति, भै इत्यनेन आकारः आगच्छति, भाय् इति भाय् योगः इ भायि भायि तु भायति इति भायति एचयवायवः भाय् योगः इ तथैव एचयवायवः आगच्छति न भगिनि। द्वे समये छुरिकया बालकं भाययति इत्यस्मिन् प्रयोजकात् साक्षात् भीतिः नास्ति अपि तु छुरिकायाः सः भीतः, तदेव इदानीं विवरणं कृतं पूर्वे, छुरिकया बालकेन भीतिः नास्ति, छुरिकयाः छुरिकायाः यत्र भीतिः इति आगच्छति अत्र पञ्चमी विभक्तेः प्रयोगः तर्हि बालकात् भीतिः नास्ति किन्तु छुरिकायाः भीतिः इति कृत्वा अत्र तु मम वाक्यम् अस्ति बालकः छुरिकया भायति अस्मान् भायति इति अत्र तु वाक्यमस्ति प्रायः शिशुः इति स्वीकुर्मः शिशुः छुरिकया बालकं नो चेत् बालिका छुरिकया बालकं भायति इति तर्हि बालिकायाः भीतिः नास्ति खलु बालकः तु बालिकायाः भीतिः बालकस्य बालिकायाः भीतिः किं नास्ति छुरिकयाः भीतिः अस्ति चेत् भायति इति भगिनि छुरिकयाः बालकं भायति तत्र बालकं भवति बालकः भवति अत्र बालकम् इति कर्मपदरूपेण महोदय लिखितवान् वाक्यम् एवं चिन्तयतु बालिका हेतुः अस्ति बालिका बालिका छुरिकया बालकं भायति तर्हि बालकस्य कस्मात् भीतिः अस्ति छुरिकया अस्तु अस्तु तस्य तु बालिकायाः भीतिः तु न भवितुमर्हति अस्तु किन्तु चोरः इति स्वीकुर्मः चेत् दुर्जनः इति स्वीकुर्मः चेत् दुर्जनः छुरिकया बालकं बाप तर्हि तत्र भवति भीषयते इति किमर्थम् इत्युक्ते बालकस्य तु दुर्जनात् भीतिः भवति तस्मिन् सन्दर्भे अग्रे पुनः अरुणः पुष्प भगिनी किमपि वक्तुमिच्छति किं भगिनि न भगिनि अस्तु अस्ति किं भगिनि अरुणा भगिनि म्यूटेड् अस्ति इति मन्ये भगिनि गीताञ्जलि अपि अस्ति ओ क्षम्यतां गीताञ्जलि भगिनि क्षम्यतां न अहं तु अत्र न पश्यामि सा गतवती इति मन्ये आगतवती किन्तु मध्ये गतवती तदर्थमेव अनन्तरम् अहं तु पुष्पा भगिनीं प्रापितवती अरुणा भगिनि पठतु मी दातुः न श्रूयते भगिनि किमपि न श्रोतुं शक्नुमः भगिनि किमपि ध्वनिः अस्ति श्रूयते भगिनि अधुना सम्यक् श्रूयते न श्रूयते भगिनि अधुना श्रूयते भगिनि स्मि धातु मूलरूपं ष्मि ईषत् हसने इति अर्थः भवादिगणे अस्ति लटिरूपं स्मयते इति रूपं प्रेरणार्थनिच् रूपं स्मायति इति रूपं परन्तु विस्मयः आश्चर्यं विस्मति चमत्कारः अपि अस्ति अहं न अवगतं परन्तु विस्मयः आश्चर्यं किमर्थं भगिनि आश्चर्यं विस्मयः आश्चर्यम् इति विस्मयति इत्युक्ते आश्चर्यम् इत्यपि अर्थः वि इति उपसर्गेण उपसर्गः तत्तु अर्थं भिन्नरीत्या अपि प्रति नयति खलु अर्थं तु अन्यत्र नयति इति वदेम तर्हि यत्र वि इति उपसर्गेण आगच्छति उपसर्गसहितं कदाचित् तु विपरीत अर्थः अपि भवति तर्हि अत्र तु यत्र वि स्मयः इति आगच्छति तत्र आश्चर्यः इति अपि अस्ति अनन्तरं भीतिः इत्यपि अर्थः भवति सर्प्रैज़् इति अस्ति खलु तथापि अस्ति अनन्तरं भीतिः अपि अस्ति बिकास् बि इति जनरली यु नो वेन् यूस् बि इट् गिव्स् यू द नेगेटेड् मीनिङ्ग् रैट् सो स्मयति स्मैल् विस्मयति कैण्ड् आफ़् यु नो भीतिः तथा आगच्छति अपि लैक् इन् वेर् यु गेट् शाक्ड् रैट् अ लिटिल् बिट् आफ़् शाक्ड् लिटिल् बिट् आफ़् तादृश अभिप्रायः तादृशः धन्यवादः नित्यं स्मयते स्मयतेः यदा प्रयोजकः विस्मयस्य साक्षात् कारणं तदा नित्यम् एचः आकारादेशौ भवति नित्यत्वात् अत्र विभाषा इत्यस्य अनुवृत्तिक्रमः समाप्यते नित्यं पदमान्तं संयतेः षष्ट्यन्त्यं द्विपदमिदं सूत्रम् आदे च उपदेशेषिति इत्यस्मात् आत् एचः इत्यनयोः अनुवृत्तिः चिष्पुरोर्नौ नौ इत्यस्मात् नौ इत्यस्य अनुवृत्तिः बिबेतेर् हेतुभये इत्यस्मात् हेतुभये इत्यस्य अनुवृत्तिः अत्र भयशब्दः आश्चर्यार्थे स्वीक्रियते अनुवृत्तिसेतुसूत्रं हेतुर्भये नित्यं स्मयतेः एजः आत् नौ सूत्रं वदति यत् प्रयोजकः विस्मयस्य साक्षात् कारणं तत्र नित्यम् एचः स्थाने आकार आदेशः भवति तदनन्तरम् अत्र भयशब्दः कथम् आगच्छति इति आश्चर्यार्थे स्वीक्रियते किन्तु इन् लिटल् बिट् नेगेटिव् मीनिङ्ग् लैक् यु हेव् अधुना उक्तवती जटिलात् यदि विस्मापयते इति अस्ति जटिलः विस्मापयते इति इत्युक्ते यस्य जटामुटि सर्वमस्ति जटा सर्वमस्ति सः यदि आगच्छति चेत् अस्मात् पुरतः कदाचित् आगमिष्यति चेत् सर्वैः अपि न अङ्गीक्रियते खलु तादृशरूपं स्वरूपं तर्हि तस्मात् कदाचित् एवं चिन्तयतु टाटू सर्वं स्वीकृत्य कोऽपि आगच्छति चेत् किञ्चित् भीतिः भवति एव खलु अस्माकं मनसि तादृश विष्मि योगः निच् अचो निनीति इति अनेन वृद्धिः भवति विस्मै योगः इ निच् नकार अचुटु इति सूत्रेण लोपः तदनन्तरं चकार हलन्तम् इति लोपः एव अवशिष्यते नित्यं स्मयतेः इत्यनेन एचः आत्वं विस्मा युगः इ तदनन्तरम् अर्तिः ्लीष्मायातां पुङ्नौ इति सूत्रेण अपुक् आगम आगच्छति विस्मायुग अपुक् योग हि विस्मापि इति निजन्तधातुः भीष्मस्योर्हेतुभये इति सूत्रेण प्रयोजकः साक्षात् विस्मयः चेत् आत्मनेपदत्वं विस्मापि योगः शप् योगाते विस्मापयते इति रूपं निष्पन्नं भवति तदेव धन्यवादः भगिनि प्रश्नः नास्ति खलु अत्र श्रूयते किं भगिनि अत्र प्रयोजकात् विस्मयः चेत् मुण्डो जटिलो बालकं विस्मापयते मुण्डः इत्युक्ते यस्य केशः नास्ति जटिलः इत्युक्ते यस्य तु केशः तु यत्र विना स्नानेन किमपि भवति खलु जटामुटि अस्ति जटा रूपेण अस्ति तर्हि तादृशजनं जनः तु बालकं विस्मापयते इति वक्तुं शक्यते किन्तु अत्र महोदयस्य वाक्यमस्ति कुञ्चिकया एनं विस्माययति इति तत्र तु चोरः इति न वक्तुं शक्यते चोरात् तु अस्माकं भीतिः भवति खलु तर्हि प्रायः किमस्ति बालकः कुञ्चिकया विस्माययति इति वा वक्तुं शक्यते चोरः इति तत्र प्रयोगः किञ्चित् मम तु तत् मम संशयः अस्ति तर्हि महोदयमपि पृष्ट्वा वदामि तत्र वक्तुं शक्यते किम् इति उदाहरणानि अस्ति मुण्डो जटिलो बालकं विस्मापयते प्रयोजकात् विस्मयः नास्ति चेत् चोरः कुञ्चिकया एनं विस्माययति इति महोदयेन दत्तमस्ति अस्तु अग्रे सरेण पठामि भगिनि प्रि धातु मणिमहोदय प्रीधातुः प्रीञ्च् तर्पणे अर्थः प्रीतिं करोति प्रसन्नं करोति तृप्तं करोति चुरादिगणे प्रीणयति प्रीणयते, प्रायेति प्रायेते, प्रयति प्रयेते, क्रियादिगणे प्रीणाति प्रीणे प्रीणेते, डोन्ट् स्प्रिञ्जोर् प्रिञ्जोर् नुक् वक्तव्यः वक्तव्यः इति मार्तिकं. निच् इति परे दु प्री इति धातोः नुम् आगमः, दु धातुः इति अग्रे ऊकार ऊकार तेषु दृश्यतां. निकि क उ इत्यनयोः इत् सम्यक् लोपो भवति, न अवशिष्यते. अत्र दु धातुः अनन्तरं पठिष्यामः. अत्र धुञ्ज रि प्रियेत अत्र पठामः इति उक्तम्. अत्र अनुबन्धलोपस्य अनन्तरं नुक् एव भवति. उदाहरणं प्रीञ्ज् योः निच् योः प्री योः नुक् योः इ प्रीणि इति निजन्तधातुः, प्रीणयति इति चिङन्तरूपम् इति दत्तमस्तु महोदय. अनन्तरम् अग्रे पठामि वा अन्यः? अग्रे पठतु महोदय. ईकारान्तधातूनां पुगागमः अत्र नुक् पूर्वे आगच्छति. कार्यं न करोति खलु, तर्हि अन्तिम अचुवर्णात् परम् आगच्छति, पूर्वं नास्ति खलु? आद्यन्तौ टकितौ इत्यनेन अन्तिम अचुवर्णात् परम् आगच्छति. अन्तिम अचुवर्णः तु प्रि इति धातोः ईकारः अस्ति. ईकारः अस्ति, तर्हि ईकारस्य अनन्तरम् आगच्छति. अग्रे पठामि वा पुष्पाणि? ईकारान्तधातूनां पठामि महोदय. ईकारान्तधातूनां उगागमः ह्री व्ली वि ह्री ज्योत्यादिगणे लति जिघ्रेति, अर्थः लज्जते. निचि ह्रेपयति लज्जयति. ह्री इति श्रीलिङ्गशब्दः, लज्जा इति लज्जा इत्यर्थः. व्ली क्रियादिगणे स्वादीनां ह्रस्वः इत्यनेन शि ह्रस्वत्वे, शिति ह्रस्वत्वे. लटि व्लीनाति, अर्थः गच्छति, समर्थनं करोति, चिनोति. ह्री क्रियादिगणे वादीनां ह्रस्वः इत्यनेन क्षिति ह्रस्वत्वे. नटि रीणाति, ऋणाति, अर्थः बोषयति इति. वादीनां ह्रस्वः पूञ्च् पूञ्च् लूञ्च् दूञ्च् ज्या रि लि व्लि प्लि स्त्रूञ्च् क्रूञ्च् वृ श्रु प्रु वृञ्च् ब्रु मृ दृ जृ जृ दृञ्च् नृ कृ रु कृ. येषां धातूनां ह्रस्वत्वं भवति शिति प्रत्ययपरे. पूः अत्रि अतिरेषां ते पादयः बहुव्रीः, तेषां पादीनां तेन विधिसदन्तस्य अलन्तस्य अश्च इत्यभिः सूत्रैः येषां धातूनाम् अन्तिमस्वरस्य ह्रस्व आदेशः भवति. वादिनां षष्ठ्यन्तं ह्रस्वः प्रथमान्तं द्विपदमिदं सूत्रं. स्टिवु क्लुमु चमायां चमां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. वादिनां वाचः अङ्गस्य ह्रस्व इति शिति इति. अत्र वादिनां ह्रस्वः व्लि रि इति धातूनामपि भवति, परन्तु ह्रि इति धातु अत्र पादीनां ह्रस्वः कार्यं न करोति वा महोदय? अत्र महोदय किं कः धातुः महोदय? ह्रि धातुः. किं ह्रि धातुः? ह्रि पादीनां कार्यं न करोति वा? न दत्तं, न दत्तम्. आं सत्यं, प्रायः अत्र किमर्थं पुवादीनाम् इति इत्यस्य आशयः कव कः इति न अवगच्छामि. ह्री अर्ति ह्री इत्यनेन पुङ्गागमः भवति खलु. एते त्रयः अपि धातवः तत्र सन्ति, तर्हि किमर्थम् अत्र क्षितिपरे ह्रस्वत्वे इति? अत्र तु क्षितिपरे कार्यमस्ति महोदय, अत्र अधुना अस्माकं व्यवहारः नास्ति, अस्मिन् विषये विवक्षा नास्ति. क्षितिपरे ऋणाति इति ह्रस्वत्वं प्राप्नोति, तत्तु अस्माकम् अधुना सूत्रस्य किमपि महत्त्वं नास्ति अस्माकं प्रकृतौ. तर्हि अग्रे सारयामः. सरला भगिनी पठति. अतिः व्लीरि क्नुयि श्मायतां पुंरौ. अस्मिन् सूत्रे त्रयः ईकारान्तधातवः सूचिता, ह्री व्ली रि इति. अतिः व्लीरि क्नुयि श्मयतां पुंरौ एभ्यः धातुभ्यः पुगागमः भवति ऋच् प्रत्यये परे. कोऽपि ईकारान्तधातुः अस्ति चेत् यः अस्मिन् सूत्रे न सूचितः, तर्हि ऋच् प्रत्यये परे तस्य पुगागमनं भवति एव. यथा नियोगऋच् नाययति न तु नेपयति. इदानीम् अतिः वीरीक्ष्मयतां पुङ्गौ इति वयं धातु सूत्रं पुगागम इति, यदि आत्मम् अस्ति तत्र पुगागम आगच्छति इति वयं जानीमः. इदानीं सूत्रे त्रयः ईकारान्तधातुः सूचितं सन्ति, हिरि व्लि रि. यदि एते ईकारान्तधातव आगच्छति तत्र परे नकार निच्छति, तस्मिन् व्यवस्थां पुकारम् आगच्छ भवति. इति युगे ब्लीरि रिच् प्रत्यये परे पुगागमः भवति. सर्वे ईकारान्त ये दातव अस्ति यथा नियभि, तस्य परे पुगागमः न भवति, कारणकि एते अस्मिन् सूत्रे न सूचितं सन्ति. नियोगरिच् अथवा वयं जानीमः अचोन्यनसूत्रे नै भवति, तदनन्तरं नै योग इकारानि नायि नायि योग पशप् योग नाययति इति निष्पन्नं भवति ऋजन्तक्रियापदे, किन्तु नेपयति इति न भवति. दत्तमस्ति ध्येयं यत् पुगन्तलघुपदस्य च इत्यनेन न केवलं लघुपदस्य गुण अपि तु पुगन्तस्य अपि गुण. इदानीं पुक् आगमः अस्ति यत्र यथा यदि हिरि हियोग पुगागमः भवति, तदनन्तरं पुनः तस्य पुगन्तलघुपदस्य तत्र आसक्तिः भवति, प्राप्तिः अपि भवति, कारणमपि पुक् अस्ति तत्र. मम तु यत्र अस्ति अर्ति ह्रि इति सूत्रमस्ति, अनन्तरं पुगन्तलघुपदस्य च. अनयोः प्रथमं तु पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः एव नास्ति. यदि पुक् आगमः भवति तदनन्तरं पुगन्तलघुपदस्य प्रसक्तिः भवति, कारणकि पुक् पुक् आगति. भगिनी अधो उदाहरणं दत्तमस्ति कथम् आगच्छति तत्र. किञ्चित् चिन्तनीयं भवति अत्र अस्मिन् विषये, बलाबलचिन्तनं कथं भवति इति अहं चिन्तयामि. ओ अचोन्यति इति प्रथमं तु सार्वधातुकार्थकयोः इति अस्य अपि प्रसक्तिः अस्ति खलु. यदि पूगागमः भवति हि भवति न तत्र हलन्त्य भवति धातु, तत्र सार्वधातुकार्धधातुके तस्य प्रसक्तिः न भवति पुगन्तलघुपदस्य. किमर्थं किमर्थं किमर्थं पुगन् प्रथममेव सार्वधातुक अचोणिति इति भूत्वा अनन्तरं पुगागमः न स्यात् न भवितुमर्हति खलु भवितुमर्हति खलु एकदेशविकृतिः अनन्यवत् इति वक्तुं शक्यते किन्तु आगम धातोः कार्यं पूर्वं भवति सो अत्रिः व्री अनेन पूगागमः भवति प्रथमं रिच् रिच् तस्य कार्यं भूत् प्रथमम् आगम धातोः कार्यं भवति तदनन्तरं रिच् कार्यं भवति न सो पूगागम प्रथमम् आगच्छति रिच् पूर्वं यथा वयम् यथा पूर्वं वयं दृष्टवन्तः मुखागम लीनि लीलोनो तत्र निच् पूर्वं नुक् आगम आगच्छति तत्र साधु ली योग नुक् योग तत्रापि अचुञ्जनति इति यत्र नुक् आगम न आगच्छति अपक्षे अचुञ्जनति कार्यं करोति यत्र आगमः अस्ति तत्र निच् पूर्वम् आगम आगच्छति अस्तु भगिनि अत्र अत्र कुत्र उक्तमस्ति तस्मिन् विषये ली धातोः विषये किं हा ली लीनो इति लीलो किन्तु तत्र तु वैकल्पिकम् आसीत् खलु अत्रापि एकदेश भगिनी सर्वे एकदेशविकृतिः इति तत्रापि उक्तमासीत् खलु एकदेशविकृतेः अनन्यत्वात् इति ला भवति तत्र एकदेशवृत्तिः भवति भगिनी सर्वे यदि वयम् आगम दृष्टवन्तः झुक् आगम अस्ति यत्र आदौ अस्ति भगिनी पश्यतु अत्र पापाने साधु पापाने अत्र शोषणे हेतुं युक् आगमः भवति शा छा शा योवे युक् आगमः तत्रापि रिच् पूर्वम् आगमः आसीत् पायोग युक् योग रिच् अस्तु भगिनि किञ्चित् चिन्तयामि किञ्चित् अग्रिमसप्ताहं चिन्तयित्वा आगच्छामि अस्तु तथैव वो विदुनने जुक् तत्र अपि जुक् निच् पूर्वम् आगम आगच्छति तत्र अपि सर्वे अत्र पुगन्तलघुपदस्य च इति अङ्गस्य एकः गुणः अत्र वदन्त ह्रस्व इकारः तु नास्ति खलु दीर्घ इकारः अस्ति खलु अधुना भगिनि दीर्घः अपि पुक् आगम अस्ति पुगन्धस्य तु दीर्घः अपि गृह्णाति आमामां पुग लघुपदस्य एकः गुणः भवति लघुपदः नास्ति खलु न भगिनि पुगन्त उपदा एकवर्णः दीर्घः भवति लघु उपदा अपि दीर्घः भवति गुणः भवति हीप् अस्ति तत् पुगन्त अङ्गम् अस्ति अधुना अवगच्छामि पुगन्तम् अङ्गम् अस्ति इति कृत्वा गुणकार्यं प्रेरयति किन्तु हि ह्रि इति तु दीर्घ इकारः अस्ति खलु दीर्घ इकारस्य अङ्गवृद्धिः कुतः सस्वस्य एव भवति खलु इति न भगिनि अङ्गमस्ति चेत् दीर्घ अपि गुणः भवति गुणः भवति किन्तु सानुवृत्तिसहितसूत्रम् अत्र अस्ति तत्र तु न विवक्षितमस्ति खलु पुगन्तलघुपदस्य इत्यनेन गुणकार्यं भवति अस्तु अस्तु अस्तु भगिनि आमां पुगन्धस्य भवति इति आमां सत्यम् अस्तु अस्तु अवगच्छामि अधुना मम धन्यवादः आमामाम् आगच्छामि भगिनि भवती बहु अधिकं चिन्तयतु न चिन्तनं बलावल अस्य एव आवश्यकता एव नास्ति, अत्र तु पुगन्तस्य इति इत्यनेन कार्यम् आगच्छति. अस्तु, अहं तु प्रत्ययनिमित्तं स्यामः. अस्तु भगिनि, धन्यवादः. अस्तु अग्रे कः? पुष्पा भगिनी वदति किं भगिनि? युण्णेक् धातु इति वयं न पठितवन्तः भगिनि, उदाहरणं उदाहरणानि न पठितवन्तः. ओ अस्तु अस्तु भगिनि, अस्तु तर्हि भगिनी पठतु. भगिनी पठति किं योगानि? आम् सरला भगिनी सरला भगिनी करोतु न पुष्पभगिनी करोतु, भवानी पूरयतु. ह्री योगानि अर्ति ह्रीनुय ईक्षाक्षमयातां पुङ्नौ इत्यनेन ह्रीयोगः पुक् आगच्छति. पुक् योगः णिच् प्रेरणार्थे ह्रीयोगः प योगः इ ह्रीप् योगः इ पुगन्तलघुपदस्य इत्यनेन च इत्यनेन ह्रेप् योगः इ सनाद्यन्ता दातवः इत्यनेन ह्रेपि इति निदन्तदातुः. ह्रेपि योगः शप् योगः ति ह्रेपयति, तत्तु अकारः आगच्छति, ऐ आगच्छति, ह्रेपि ऐ ह्रेपयति ऐ. ब्ली योगानि अर्ति ह्रीब्ली तथैव पुङ्नौ इत्यनेन ब्ली योगः पुक् योगः णिच् ब्ली योगः पु योगः इ ब्लीप् योगः इ पुगन्तलघुपदस्य इत्यनेन ब्लेप् योगः इ ब्लेपि सनाद्यन्ताः धातवः ब्लेपि योगः शप् योगः इति तद् तदैव लेपयति इति आगच्छति. ऐ ऐ आगच्छति एतौ एव वयवः. रियोगः णिच् तथैव लेपयति इति आगच्छति. समानकार्यं करोतु. अस्तु इन् एक् दातु इन् गतौ अदादिगणे लटि एति इतः यन्ति इत्यादीनि रूपाणि एति इतः यन्ति नौ गमि रबोधने निचि निचिपरे इन् धातुः गत्यर्थे न तु बोधनार्थे चेत् गम् इति धात्वादेशः भवति. न बोधनम् अबोधनम् अबोधनं नैतत्पुरुषः तस्मिन् अबोधने गमिपदे इकारः उच्चारणार्थं नौ सप्तम्यन्तं गमिः प्रथमान्तं अबोधने सप्तम्यन्तं त्रिपदमिदं सूत्रम् इनो गा लुङ्गि इत्यस्मात् इनः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अबोधने इनः गमि नौ. अत्र वदति निचिपरे इन् धातुः गत्यर्थे अस्ति नातु बोधनार्थे गत्यर्थे अस्ति चेत् न बोधनार्थे अस्ति चेत् गम् इति धात्वादेशः भवति इति. न बोधनार्थं बोधनम् अबोधनं तत्तु नञ् तत्पुरुषः अस्ति तस्मिन् अबोधने तत्तु सप्तमी अबोधने इति गमिपदे इकारः उच्चारणार्थम् अस्ति. गमी तु अत्र गमी इति वदनं किम् इति विवरणं कृतं. नौ सप्तम्यन्तं गमिः प्रथमान्तं अबोधने तत्तु अबोधने तत्तु सप्तम्यन्तं. इणो गा लुङि तद् सम्यक् न जानामि. इणः इत्यस्य अनुवृत्तिः इति अबोधने इणः गमि नौ इति वदति. धन्यवादः. इन् गतार्थे गत्यर्थे योगः निच् नौ गमीरबोधने इति सूत्रेण गम् इति धात्वादेशः भवति. गम् योगः इ अत उपादायाः इत्यनेन उपादायाम् अतः बुद्धिः निति निति प्रत्यये परे गां योगः इ गाम् इति अमन्तः इत्यस्मात् जनिजृष्वानसुरङ्गो अमन्ताश्च इति कणसूत्रेण मित् संज्ञा. ततः मितां ह्रस्वः इत्यनेन मित् धातुना उपादाय स्वरः ह्रस्वः गमि इति यजन्तधातुः तिङन्तरूपं गमयति इति रूपं भवति. अत्र इन् धातु गत्यर्थे निच् प्रेरणार्थे निच् समये नौ गमीरबोधने इति सूत्रेण गम् आदेशः ई स्थाने आगच्छति. भगिनि इन् अत्र नकार अस्ति वा इति भवति वा भगिनि? सम्यकः भगिनि. तदेव एति इति भवति. ई योगः अस्ति गुणकार्यं भूत्वा तद् गम् इति गम् योगः हि अतः अत उपादायाः इति सूत्रेण उपदा अत हस्वाकारः बुद्धिः भवति. नित्यणिति परे गां योगः हि गाम् अत्र गणसूत्रेण मित्संज्ञा भवति. मितां ह्रस्वः सूत्रं वर्तते इत्यनेन मित् धातूना उपादायः स्वरः ह्रस्वः भवति. गामि इति गमि इति रूपं भवति. निजन्तधातुः सनन्दधातुः इति संज्ञासूत्रेण धातु अपि अस्ति. तदनन्तरं तिङ्रूपं गमयति इति रूपं निष्पन्नं भवति. अस्तु भगिनि, प्रश्नः भगिनि. अमन्तयुक्ते किं गाम् इति अमन्त अम् इति गम् इति अमन्त अस्ति खलु. गम् गम् धातुः अम् इति अस्ति खलु. केचन यं गम् इति दातवः सन्ति. अन्ते यम् आगच्छति इति अमन्त इति कृत्वा आम् अमन्त इति. अस्तु, अग्रे गम् यं शम् इति सर्वे अमन्त भवति. अस्तु भगिनि, अस्तु अग्रे कः? क्षम्यतां, मयि महोदय पठामि महोदय. प्रति उपसर्गपूर्वकः इन् धातुः बोधनार्थे भवति. प्रति योः इ योः निच् अचो निति इत्यनेन वृद्धिः. प्रति योः ऐ योः इ अचोयाः इत्यनेन आय् आदेशः. प्रति योः आय् योः इ प्रति योः आय् एकोयनाचि इत्यनेन एन्नादेशः. प्रत्यायि इति निजन्तधातुः. प्रत्यायति इति तिङन्तपदम्. अत्र बोधनार्थे गम् इति भवति. अत्र अबोधने इत्यर्थेन उपसर्गो पूर्वम् आगच्छतु इति अत्र दत्तम्. अतः प्रति योः इ योः निच् इदानीं का चणिति इति कार्यं करोति. अधः वृद्धिः भवति ऐ आदेशः अत्र प्रि योः ऐ योः इ यचोयाः इति सूत्रेण ऐ स्थाने आय् आदेशः अतः प्रति योः आय् योः इति इ अनन्तरं प्रति योः आयि तत्र इकारस्य स्थाने यन् आदेशः इको यनाचि इति सूत्रेण प्रति आयि इति अन्तिमरूपं भवति निजन्तरूपं तिङन्तरूपं प्रत्यायति इति एवं प्रत्ययः इति शब्दः बोधनार्थे प्रति इयोः अच् इति दत्तम् इत्युक्ते बोधनार्थे इति इत्यर्थेन भवति चेत् अत्र उपसर्गं पूर्वं भवति. महोदय अत्र प्रति योः इयोः अच् किमर्थम् अच् इति दत्तम् अहं न जानामि अत्र अन्तिमे प्रतियोः एवं प्रत्ययः इति शब्दः बोधनार्थे प्रतियोः इयोः अच् प्रत्ययः इति शब्दस्य अति अच् प्रत्ययः अस्ति नूल् प्रत्ययः इति सर्वम् आगच्छति खलु तर्हि तादृशं प्रत्ययः इति शब्द उत्पत्तिः अच् प्रत्ययात् आगच्छति. प्रतियोगः इयोगः अच् प्रत्ययः प्रत्ययः इति रूपं प्राप्नुमः. भिन्नकार्यमस्ति ब्राकेट् मध्ये भगिनि अत्र अच् इति कीदृशप्रत्यय कीदृश प्रत्ययः अच् कृदन्तमेव कृदन्तमेव अस्ति. आमामाम् अच् प्रत्ययः कथं जानीमः कृदन्त अस्ति वा तद्धत प्रत्ययः अस्ति इति. अत्र तु केवलं किमस्ति अत्र तु नूतनपद प्रातिपदिकं निर्मामः खलु धातुतः कृदन्तमेव भवति. अस्तु अस्तु धातुतः विधीयते तत् कृदन्तं भवति. कृदन्तं भवति. अनन्तरम् अस्ति भगिनी पृष्टवती खलु अत्र यं धातोः विषये सर्वं पृष्टवती खलु. अहं तु पूर्वम् अन्य भगिन्या सह एतदेव वादविवादम् आसीत् मम अपि चर्चा अजाता. तत्र अस्माकं पुष्पादीक्षामहोदयः पुस्तकस्य अन्तिमभागे सा दत्तवती ये एतादृशगणसूत्राणि दत्तानि. तर्हि तत्र उक्तमस्ति अत्र अनेन सूत्रेण जनि दृश् क्वसु रञ्जो अमन्ताश इति सूत्रेण गम धातुः रम् धातुः नम् धातुः एतां त्रयाणां ग्रहणं स्व मितां मित् संज्ञा भवति भवन्ति. अनन्तरं यत्र यम् धातुः भवती उक्तवती खलु शम् धातुः शम् इति धातोः उपवेशने इति धातु अर्थः अस्ति चेत् तस्य मित् संज्ञा न भवति. अन्य अर्थाः सन्ति चेत् उपशमे इति अर्थे नास्ति किन्तु अन्य अर्थाः सन्ति चेत् दैवादिकशमुपसेवने इति अस्ति किं किमपि न जानामि. दैवादिकशमुपशमे इत्युक्ते नित् न भवति अन्य नो चेत् भवति इति सामान्य उपशमे इति अस्ति चेत् भवति इति. तर्हि तादृश अर्थभेदेन यम् धातोः अपि तथैव अर्थभेदेन भिद्यते. यम् धातुः अपरिवेषणे मित् न भवति इति अन्यस्मिन् अर्थे भवति चेत् मित् भवति इति तादृशभेदः किञ्चन वर्तते. तथैव भ्राम् इति धातुः अस्ति ब्रह्म धातुः अस्ति खलु भ्रमति इति कुतश्चित् न जाने ब्रह्म धातोः मित्संज्ञा नास्ति भ्रामयति इति एव अस्ति खलु रूपं भ्रमयति इति अस्ति किम् अहं पुनः दृष्टवती ऐ थिङ्क् भ्रामयति भवति उपधायाम् आगच्छति भ्रामयति इति एव आगच्छति खलु. उपदेशे अत्र उपधायां तु आगच्छति भ्राम. अस्तु भगिनि धन्यवादः भगिनि. तर्हि अग्रे पठेम अग्रे कः पठिष्यति सरला भगिनी पठति. इक् धातुः इक् स्मरणे अदादिगणे नित्यम् अधि उपसर्गपूर्वक लटि अध्येयति अधीत अध्ययन्ति इत्यादीनि रूपाणि इण् वधिकः इति वार्तिकेन इक् धातो इण् वद् भाव अनेन इण् धातो येन केनपि सूत्रेण यत् किमपि कार्यं भवति तेनैव सूत्रेण इक् धातो अपि तदेव कार्यं भवति इतः अतः इणो यण् इत्यनेन अजादि प्रत्यये परे यण् आदेश इक् धातो अपि भवति अत्र णौ गमीरबोधने इत्यनेन णिचि परे गत्यर्थे अबोधने गम् इति धात्वा आदेश इक् धातो अपि भवति यथा इण् कार्यं भवति गत्यर्थे न तु अबोध न तु बोधनार्थे तथैव इक् धातो अपि अबोधनं यद् अस्ति वा गत्यार्थे तस्य कार्यं भवति यथा णौ गमीरबोधने इति सूत्रं कार्यं करोति सो यदि इति वार्तिकम् अस्ति इण् वधिक इति वार्तिकेन तस्य कार्यं णौ गमरिबोधने भवति यथा धातु इण् धातोः कार्यम् अस्ति उदाहरणमस्ति अधियोग एक योग एच् अधियोग इकार इकार पूर्व इकार धातोतः अस्ति एक द्वितीय इकार रिच् धातोतः रिच् प्रत्य आगच्छति सो इण् वधिक इति वार्तिकेन इक् धातो इण् वद् भाव सो णौ गम् रिबोधने इत्यनेन गत्यर्थे गम् इति धात्वादेश सो अधियोग गम् योग इ अत् उपधायाम् इत्यनेन उपधायाम् अतः विधि नीति रीति प्रत्यये परे अधि गां योग इ भवति सो अतः गाम् इति अमन्त इत्यस्मात् जीनजश्वन्नो सुरञ्जौ अमन्ताश्च इति गणसूत्रेण मित् संज्ञा मित् त्वां हस हस्व इत्यनेन मित् धातूनाम् उपधाया स्वर हस्व अधिगमि योग अधिगमि इति निजन्तधातु अधिगमयति इति भवति सो अत्रापि यदि अधि उपसर्गपूर्व एक धातोतः रिजन्त विवक्षा अस्ति तत्र एक धातु ककारस्य हलन्त्यनेन संज्ञा भवति अधियोग इच् तस्य निर्बन्धान्तरम् इकार आगच्छति एण्वादिक इति वार्तिकेन तस्य रौ गमीरबोधने इति कार्यं तत्सूत्रेण एव आगच्छति सो इकारस्य स्थाने गम् इकारधातुस्य गम् धातु आदेश भवति अधिगम् योग इ अत उपधायां गां भवति इदानीं जी जनि जष्ट्वन् सुरञ्जौवन्ताश्च इति सूत्रेण गां मित्तहस्व मितां हस्व भूत्वा तस्य हस्व भवति अधियोग गम् योग इ अधिगमि इति भवति तदनन्तरं शप् योगति इति अधिगमयति निष्पन्नं भवति अस्तु भगिनि सो अत्र चर्चा भवति अधिगमयति यदि इ धातुतः गम् उपदेश आगच्छति तस्य अर्थं वा गम् धातु अधियोग गम् धातु अधिगम् तस् द्वयोः अर्थभेदः अस्ति वा न इति महोदय उक्तवान् अग्रिमे सप्ताहे वदामि भगिनी उक्तवती यदि अधि उप अधि उपसर्ग अस्ति गम् धातु अस्ति अधिगम् अधिगमयति अस्ति तस्य गम् धातुतः अधिगमयति अपि रूपम् अस्ति सो अधिगमयति अति रूपं गम् धातुतः आगच्छति यदि अधिगमयति रूपम् इक् धातुतः आगच्छति तयोः मध्ये अर्थभेदः अस्ति वा न यदि अधिगमयति अर्थ अधिगमति भोजनार्थं भवति यत् तत् इक् धातुतः यदि इण् धातोः अपि अधिगमयति, यदि अधिग उपसर्ग इण् धातुः अस्ति चेत् अपि अधिगमयति इति रूपं भवति खलु. इक् धातुः इण् धातोः अधिगमयति बोधनार्थे न भवति, बोधनार्थमस्ति तत् गत्यर्थे, गत्यर्थे अधिगमयति इति भवति. तस्य अधिगच्छति कथं कदाचित् रूपाणि तु समानानि भवन्ति खलु, तस्य तु क्लेशः नास्ति. यत्र वयं केचन धातवः सन्ति यत्र किम् अस्ति लट्लकारे अपि केचन धातूनां भिन्नभिन्न अर्थेषु आगच्छन्ति किन्तु रूपं तु समानं भवति खलु. समानं भवति आयति एव विवक्षानुसृत्य एव वक्तुं शक्यते कः अर्थः, कः अर्थः अस्ति. अस्तु भगिनि, अस्तु तर्हि महोदय एकः प्रश्नः अस्ति. इक् इन् धातुः इक् धातुः अपि इक् धातुः अपि इन्वत् इति भवति इति दत्तं, परन्तु इन् धातुः गत्यर्थके इति तस्य स्थाने गभि नौ गभीर गमीरमोदने इति सूत्रं कार्यं करोति, परन्तु बोधनार्थे यदि उक्तं चेत् अत्र उपसर्गम् आगच्छति. परन्तु इन् धातु स्मरणार्थे अस्ति, अत्र तु इक् धातु स्मरणार्थे इति उक्तवन्तः खलु, बोधनार्थे नास्ति. इदानीं क्षम्यताम्, इदानीम् अवगच्छामि. किञ्चित् अस्माकं मनसि तु बोधनार्थे स्मरणार्थे समानम् इव दृश्यते, किन्तु भाषायां तथा नास्ति. स्मरणम् इत्युक्ते स्वयं स्मरामः इति तादृश बोधयति इति भिन्न अर्थेषु आगच्छति. किन्तु द्वयोः अनुबन्ध लोपानन्तरम् इकार एव अवशिष्यते. किमित्युक्ते ई इति धातुः कथं जानीमः इत्युक्ते नित्यम् अधि उपसर्गपूर्वकः अस्ति धातुः. अस्तु, इक् धातुः नित्यम् अधि उपसर्गः. वयं पूर्वं पठितवन्तः साधु नित्यम् अधि उपसर्गपूर्वक भवति वा कोऽपि उपसर्ग? नित्यम् अधि उपसर्गकः अस्ति अध्येति इति रूपं तस्य तु. यद्यपि स्मरणे इक् साक्षात् तु मूलधातुः तु इक् एव अस्ति, किन्तु नित्यम् अधि उपसर्गः एव प्रयोगः प्रयुज्यते इति कृत्वा अध्येति इत्येव तस्य लट्लकाररूपम्. अध्येति अधीतः अधीयन्ति इति. विरमाम किम्? आमां, धन्यवादः. शुभरात्रि. शुभरात्रि भगिनि. शुभरात्रि भगिनि. शुभरात्रि.